आपवस्वतहस्रिणम् दयिम् सोमसुवीर्यम् अस्मे श्रवांसि धारय इषमोर्जम् च पिन्वस इन्द्राय मत्सरिन्दमः समोष्वानुषीदसि सुत इन्द्राय विष्णवे सोमः कलसे अक्षरत् मधूमास्तु वायवे एते आदृग्रमासवो दिःपरांसि बभ्रवाः सोमाहृतस्य धारया इन्द्रम् वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् अभघ्नन्तो अरावणः सुता अनुस्वमानजोऽभ्यर्षन्ति बभ्रवाः इन्द्रम् गच्छन्त इन्दवः अयापावस्वधारयायया सूर्यमरोचयः इन्वानो मानोषीरपः अयुक्तसूरजेत सम्पवमानो मनावधि अन्तरिक्षेण जातवे उतत्या हरितो दशसूरो अयुक्त जातवे इन्दुरिन्द्रयिति ब्रुवन् हरितो वाजवे सुतङ्गिरगिन्द्राय मत्सरम् अव्यो वाडेषु सिञ्चत पवमानपिता रजिमस्मभ्यम् सोमदुष्टरम् योधूना सोमनुष्यता अभ्यर्षदहस्रिणम् रयिङ्गोमन्दमश्विनम् अभिवाजमुतस्रवाः सोमो देवो न सूर्योद्रिभिः पवते सुतः दधानः कलशे रसम् एते धामान्यार्या शुक्रार्तस्य धारया वाजङ्गोमन्दमक्षरन् सुता इन्द्राय भद्रिणे सोमा सोदध्यासिनः पवित्रमत्यक्षरन् न सोममधुमत्तमो राजे अर्षपवित्रा मधो यो दे भवीतमः समीर्जम् चायभो हरिम् नदीषु वासिनम् इन्द्रमिन्द्राय मत्सरम् आपवस्व हिरण्यपदस्वा वत्सोमधीरवत् वाजम् गोमन्तमाभर हरिवाजेन वाजयुमव्यो वाजेषु सिञ्चत इन्द्राय मधुमत्तमम् हरिम् रेजन्ति वर्ज्यम् दीभिर्विप्रावस्यवाः ऋषा कणिक्रदर्शति ऋषाणम् धीभिरप्तुरम् सोममृतस्य धारया मदीविप्रासमस्वरन् अवस्वदेवायुषगिन्द्रम् गच्छतु ते मधाः वायुमारोहधर्मणा अपमानितो ससेरयम् सोमस्वबाह्यम् यः स मुद्रमावीश अपघ्नन्तापसे पृथक् प्रतिवित्सोममत्सरः मुदस्वादेव युञ्जनम् अपमानानृक्षतसोमा शुक्रास इन्दवः अभिविश्वानिकाव्याः अपमानास आसवः शुभ्राः शृग्रमिन्दवः नन्दो विश्वापद्विषाः अपमानाधिपस्पर्यन्तरिक्षादधृक्षत पृथिव्या अधिसारवि पुराणस्तोमधारयेन्दो विश्वापसृधाः जिहिरक्षांसि सुक्रतो अपघ्नान् सोमरक्षसोऽभ्यर्षकनिक्रदत् जिमन्तम् सुष्मामुत्तमम् अस्मे वसू निधारय सोम दिव्यानि पार्थिवा इन्दो विश्वानि वार्या।